पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 37 शेष उवाच ते पृष्ठा मुनिवर्येण रामचारित्रमद्भुतं धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादराद जना ऊचुः पवित्रिता वयं सर्वे दर्शनेन तवाधुना यद्रामकथयास्मान् वै पावयस्यधुना जनान् शृणुष्व वचनं तथ्यं भवान् ब्रह्मर्षिसत्तमः त्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै अगस्त्य वाक्याच्छ्रीरामो विप्रहत्यापनुतये यागं करोति सुमहान् सर्वसंभारसंभृतं तं पालयाना सर्वे वै त्वदाश्रममुपागताः अश्वेन सहिता विप्र तज्जानीहि महामदे इति वाक्यं समाकर्ण्य मनोहारिरसायनम् अत्यन्तं हर्षमापेदे ब्राह्मणो रामभक्तिमान् अद्य मे फलितो वृक्षो मनोरथश्रियान्वितः अद्य मे जननी धन्या जातं मां सुषुवे तुया अद्य राज्यं मया प्राप्तं कण्डकेन विवर्जितम् अद्य कोशा सुसम्पन्ना अद्य देवा सुतोषिताः अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषाहुदम् यद्रक्ष्ये रामचन्द्रस्य चरणाम्भोरुहोर्युगम् यो नित्यं ध्यायते स्वान्ते अयोध्यायाः पदि प्रभुः समे दृग्गोचरो नूनं भविष्यति मनोहरः हनूमान् मां समालिङ्ग्य प्रक्ष्यते कुशलं मम भक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः इति वाक्यं समाकर्ण्य हनूमान् कपिसत्तमः जग्राह पादयुगलं मुनेरारण्यकस्य हि स्वामिन् हनूमान् वृप्रर्षे सेवकोऽहं पुरस्थितः जानीहि रामदासस्य रेणुकल्पं मुनीश्वर इत्युक्तवति तस्मिन् वै मुनिः परमहर्षितः आलिलिङ्गहनूमन्तं रामभक्त्या सुशोभितम् उभौ प्रेमविनिर्भिन्ना उभावपि सुधाप्लुतौ स्थगितौ चित्रलिखिताविव तत्र बभूवधूः उपविष्टौ कथास्तत्र चक्रतुः सुमनोहरः रघुनाथ पदाम्भोजप्रीतिनिर्भरमानसौ हनूमांस्तमुवाचेदं वचो विविधशोभनम् आरण्यकं मुनिवरं रामाङ्घ्रिध्याननिर्भृतम् स्वामिन्नयं दशरथकुलहीरां गुरो महान् रामभ्राता महाशूरशत्रुघ्नः प्रणमत्यसौ लवणो येन निहतः सर्वलोकभयङ्करः कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः येष पुष्कलनामा त्वां नमत्युद्भटसेविदः येनाधुना महावीरा जिदा समरमण्डले जानीह्येनं बहुगुणं रामामात्यं महाबलं प्राणप्रियं रघुपते सर्वज्ञं धर्मकोविदं सुबाहुरयमत्युग्रो वैरिवंशदवानलः रामपादाब्जरोलम्बो नमदि त्वां महायशः सुमदोऽप्येष पार्वत्या दत्तरामाङ्घ्रिसेवया प्राप्तो धुनासौ संसारवार्धिनिस्तरणं महद सत्यवानयमश्वं यः प्राप्तमाश्रित्य सेवकाद राज्यं निवेदयामास सत्त्वां प्रणमदीक्षितौ इति वाक्यं समाकर्ण्य समालिङ्ग्य समादराद चकारारण्यकर्षिस्वागतं फलकादिना ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे प्रादर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः नरयानमधारोप्य सेवकैसहितं मुनिं शत्रुघ्नप्रापयामासायोध्यां रामकृतालयाम् सदूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषितां पदादिरभवद्वेगाद्रघुनाथ दिदृक्षया सम्प्राप्य नगरीं रम्यामयोध्यां जनशोभितां मनोरथसहस्रेण संरूढो रामदर्शने ददर्श तत्र सरयूतीरे मण्डपशोभिते रामं दुर्वादलश्यामं कञ्चकान्तिविलोचनं मृगशृङ्गं कडौरम्यं धारयन्तं श्रियान्वितं ऋषिवृन्दैर्व्यासमुख्यैर्वृदं शूरैः सुसेवितं भरतेन सुमित्रायास्तनूजेन परीवृतं ददतं दीनसंधेभ्यो दानानि प्रार्थितानि तं विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यत मल्लोचने पद्मदलसमाने रामलोकके अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकं येन श्रीराममाज्ञाय प्राप्तो योध्या पुरीमिमाम् इत्येवमादिवचनानि बहूनि हृष्टो रामाङ्घ्रिदर्शनसुहर्षितगात्रशोभी प्रायाद्रमेश्वर समीपमगम्यमन्यैर्योगेश्वरैरपि विचारपरैः सुदूरम् धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ करिष्यामि वचो रम्यं वदन् राममवेक्षयन् रामोऽपि वाडवश्रेष्ठं ज्वलन्तं स्वेन तेजसा तपो मूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोद् रामचन्द्रस्तस्य पादौ सुचिरं नतवान् महान् ब्रह्मण्यदेव पावित्र्यं कृतमद्यतनोर्मम इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः सुरासुरनमन्मौलि मणिनीराजिताङ्घ्रिकः प्रणतं तं नृपश्रेष्ठं वाडवेन्द्रो महातपः गृहीत्वा भुजयोर्मध्यमालिलिङ्गप्रियं प्रभुं कौसल्यातनयस्तं वा उच्चैर्मणिमयासने संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः पादावने जनोदं तु मस्तके धाद्धरिस्वयं पवित्रितोऽद्य सगणः सकुटुम्ब इति ब्रुवन् चन्दनेन विलिप्याध गां च प्रादात्पयस्विनीम् उवाच च वचोरम्यं देवदेवेन्द्रसेवितः स्वामिन्मको मया वाजिमेध संज्ञक्रियेतः सोऽयं त्वच्चरणा यादादद्यपूर्णो भविष्यति अद्य मे ब्रह्महत्योद्ध पापहानिं करिष्यति अश्वमेधक्रतुर्युष्मच्चरणेन पवित्रिदः इति वाक्यं ब्रुवाणं तं राजराजेन्द्रसेवितम् आरण्यक उवाचेदं हसन् माध्व्या गिरामुनिः स्वामींस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप त्वन्मूर्तयो महाराजब्राह्मणा वेदपारगाः त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि तदो किला नृपा विप्रं पूजयिष्यन्ति भूमिप त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये यागं करोमि विमलं तत्तु हास्यकरं वचः त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः सर्वपापाभिमुत्तीर्य स गच्छेत् परमं पदं सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटं यद्रामनामस्मरणं क्रियते पापतारकम् तावद्गर्जन्ति पापानि ब्रह्महत्याः समानि च न यावत् प्रोच्यते नाम रामचन्द्र तव स्फुटं त्वन्नामगर्जनं श्रुत्वा महापादककुञ्जराः पलायन्ते महाराज कुत्रचित्स्थानलिप्सया तस्मात् तव कथं हत्या महापुण्यददर्शन राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति मया पूर्वं हृदयुगे गङ्गाया स्थिरवासिनां ऋषीणां मुखदो वाक्यं श्रुतमेदत्पुराविदां तावत् पाप भियः पुंसां कादराणां सुपापिनां यावन्न वदते वाजा राम नाम मनोहरं तस्माद्धन्योऽहमधुना मम संसृतिनाशनं साम्प्रतं सुलभं रामचन्द्रत्वद्दर्शनादभूद इत्युक्तवन्तं समुनिं पूजयामास तत्र वै सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन् शेष उवाच अत्याश्चर्यमभूत् तत्र तन्मे निगदशृणु वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण रामं दृष्ट्वा महाराजं यादृश्यं ध्यानगोचरम् अत्यन्तं हर्षमापन्नो जगादस मुनीश्वरान् मुनीश्वरासं शृणुदमद्वाक्यं सुमनोहरं मादृशको न भूलोके भविष्यदि सुभाग्यवान् नास्ति मत्सदृशकोऽपि न जादो न भविष्यति यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान् यत्पादपङ्कजरजश्रुतिमृग्यं सदैव हि सोऽद्यमत्पादयोः पादः पीत्वा पूदममन्यद एवं प्रवदतस्तस्य ब्रह्मस्फोटो भवत्तदा निर्गतं तद्भवं तेजो विवेश रघुनायके पश्यतां सर्वलोकानां सरयूतीरमण्डपे सायुज्यमुक्तिं सम्प्राप दुर्लभां योगिभिर्जनैः दिवि तूर्यनिनादो भूद्वीणानादो भवत्तदा पुष्पवृष्टिपपादाग्रे पश्यतां चित्रमद्भुतम् मुनयोऽप्येददीक्षित्वा प्रशंसन्तो मुनीश्वरं कृतार्थोऽयं मुनिश्रेष्ठो यद्राम वपुषीक्षितः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यकमुनेर्विष्णुलोकगमनं नाम सप्तत्रिंशत्तमोऽध्यायः ॐ